इदानीं वयं तत्र पृथक्त्वभेदयोः मध्ये भेदः अस्ति वा न वा इति यः विचारः अस्ति तस्मिन् प्रसङ्गे स्मः. तर्हि तत्र पूर्वपक्षिणः आपादनमस्ति पृथक्त्वं भेदः, तयोः मध्ये भेदः नास्ति, भेदः एव पृथक्त्वं, तदेव स्वीकृत्य वयं पृथक्त्वं पृथक्त्वस्य निर्वाहः यत्र यत्र भवति तत्र तत्र भेदेन एव निर्वाहं कर्तुं शक्नुमः इति. इदानीं सिद्धान्तिनः तत् तथा नास्ति, भेदः पृथक्त्वं तयोः मध्ये समानता नास्ति, तयोः मध्ये भेदः वर्तते इति वदन्ति. तर्हि अत्र पूर्वपक्षिणः मतं किं, तेषाम् आपादनं किम् इति वयं दृष्टवन्तः. तर्हि यद् वाक्यम् आसीत् तत्र न च गुणरूपस्य इति, तद्वाक्यम् एकवारं पठित्वा वाक्यस्य अर्थः कः इति वक्तुं शक्नोति वा? रामप्रिया भगिनी भवती वदति वा, तत्र न च गुणरूपस्य तस्य इति वाक्यमस्ति खलु, तस्मात् वाच्यं पर्यन्तं. एकनिमिषं, न च इति गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियत अवधिकत्वे मानाभावात् इति एव किल भगिनि? हा हा हा, तत् सम्पूर्णवाक्यं वाच्यं पर्यन्तं पठित्वा तत्र प्रथमं यद्यद् वयं चर्चितवन्तः अस्मिन् विषये, इत्युक्ते वाक्यशैली किं, तत्र आपादनं किम्, एतत् सर्वं, तत्र दोषः कः, तत्सर्वम् इत्युक्ते किञ्चित् पुनस्मरणरीत्या. कुत्र एतत् वाक्यमस्ति इति न जानामि. अस्मिन् अस्माकं करपत्रे एव, अस्माकं करपत्रे एव, हा तत्र उपरि गच्छतु, भेदः एव पृथक्त्वम् इति आक्षेपस्य निराशः इति भागः अस्ति खलु. आम् आम्, शीर्षकं पश्यति वा? आम्, हा तत्र द्वितीयपरिच्छेदः पश्यतु, तत्र द्वितीयं वाक्यम् कपालभूतयोः संयोगः. न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियत अवधिकत्वे मानाभावात् भूतल अवधिकत्वस्य एव कपाल अवधिकत्वस्यापि आवश्यकत्वात् तद्दोषथा अवस्थ्यमिति वाच्यम्. एतदेव आपादनमस्ति पूर्वपक्षिणः. आपादनद्वयम् अस्ति. प्रथम आपादनमस्ति गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियत अवधिकत्वे मानाभावात् इति प्रथमं. द्वितीयमस्ति भूतल अवधिकत्वस्य एव कपाल अवधिकत्वस्यापि आवश्यकत्वात् इति. प्रथम आपादनस्य विवरणमस्ति गुणरूपस्य तस्य इत्युक्ते गुणः तस्य स्वभावः पृथक्त्वस्य, तस्य इत्युक्ते पृथक्त्वं रूपादिवत् इत्युक्ते रूपम् इव, रूपम् इति गुणः इव, यदा पृथक्त्वम् इति गुणस्य स्वभावः अपि मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य इत्युक्ते यदा द्रव्यस्य उत्पत्तिः भवति गुणस्य उत्पत्तिः द्वितीयक्षणे एव तस्य उत्पत्तिः भवति, प्रथमं द्रव्यम् अनन्तरमेव गुणः इति. अतः रूपादिवत् इत्युक्ते रूपम् इति गुणः गुणः तादृशम् एव पृथक्त्वम् इति गुणस्यापि स्वभावः अस्ति इति. नियत अवधिकत्वे मानाभावात्, नियत अवधिकत्वे मानाभावात् इत्युक्ते पृथक्त्वस्य विषये एव, पृथक्त्वस्य नियत अवधिकत्वम् अस्ति इत्युक्ते तस्य नियतावधिकत्वम् अस्ति इत्युक्ते तद् नियमेन भासते इति. मानाभावात् इत्युक्ते ते अङ्गीकुर्वन्ति इत्युक्ते द्वयोः अपि तस्य अङ्गीकारं कुर्वन्ति इति एव किल. मानाभावात्. मानाभावात् इत्युक्ते द्वयोः अङ्गीकारः इति नास्ति खलु वस्तुतः. तर्हि द्वयोः अङ्गीकारः इति चेत् तत्र आपादनं किं? तर्हि प्रथमम् आपादनं किम् इति किञ्चित् वदति वा? प्रथम आपादनम् अस्ति नियत यदा पृथक्त्वम् इति गुणः वा इति तस्य नियतावधिकत्वं नियतावधिकत्वम् अस्ति इति तु ते मानन्ति किल, मन्यन्ते किल, मन्यन्ते तत्र एव खलु. तत्र तत्र वस्तुतः अत्र स्मरामि जायमानस्य नियतावधिकत्वे मानाभावात् इत्युक्ते अर्थः कः इत्युक्ते तत्र पृथक्त्वस्य नियतावधिकत्व नियतावधिकः पृथक् एतावधिकं पृथक्त्वम् इति तु सत्यं, द्वयोः मतयोः अपि अङ्गीकारः अस्ति तस्मिन् विषये, परन्तु कुत्र नास्ति? गुणः इति ते न स्वीकुर्वन्ति. किमर्थम् इत्युक्ते तस्य गुणस्य श्रेण्यां संयोगः विभागः तस्य नियतावधिकत्वं नास्ति. अतः ते वदन्ति यद् तस्य नियतावधिकत्वं गुणश्रेण्यां तस्य नियतावधिकत्वं नास्ति, पृथक्त्वस्य नियतावधिकत्वं कुतः इति. न पृथक्त्वस्य पृथक्त्वस्य यद्भवती उक्तवती सत्यमेव सम्यक् अपि, तत्र केवलं किञ्चित् एव अन्ते प्रायः प्रायः भवती अवगच्छति एव, परन्तु स्पष्टीकरणार्थम् अहं किञ्चित् भिन्नरीत्या वदामि. तत्र यथा भवती उक्तवती संयोगादिगुणेषु तत्र नियतावधिकत्वम् इति गुणः इति इति नियतावधिकत्वम् इति नास्ति इति कृत्वा, अपि च पृथक्त्वस्य नियतावधिकत्वम् अस्ति खलु. तर्हि तादृशगुणः यस्मिन् नियतावधिकत्वम् अस्ति तादृशगुणः नास्ति इति ते वदन्ति. इत्युक्ते संयोगादिगुणेषु नियतावधिकत्वं नास्ति. एतावत्पर्यन्तं ये गुणाः वयं जानीमः अथवा अङ्गीकुर्मः तस्मिन् नियतावधिकत्वं नास्ति, पृथक्त्वे तु नियतावधिकत्वम् अस्ति. तर्हि पृथक्त्वम् इति गुणः न इत्युक्ते यतोहि तादृशगुणः यस्मिन् नियतावधिकत्वं नास्ति तथा तादृशगुणः नास्ति तर्हि पृथक्त्वमपि गुणः इति तत्र मानाभावः अस्ति. इत्युक्ते पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति कृत्वा पृथक्त्वम् इति गुणः इति न, तत्र मानाभावः अस्ति इति तस्य प्रथमम् आपादनं. तद् स्पष्टम् अस्तु. अत्र एकक्षणं. तर्हि तत्र प्रथमं रूपादिवत् इत्युक्ते भवती यदुक्तवती तदपि सत्यमेव, परन्तु केवलं रूपम् इति गुणः इति न, रूपादिगुणेषु इति इत्युक्ते रूपादि रूपं रूपं रसगन्धः इति आगच्छति खलु. तर्हि तत्र रूपादिगुणेषु इति तद् एकम्. अपि च अत्र जायमानस्य इति अस्ति खलु, जायमानः कः अत्र? तर्हि जायमानः इति गुणः गुणः जायमानः द्वितीयक्षणे जायमानः गुणः. हा उत्तमं. तर्हि गुणरूपस्य तस्य जायमानः इत्युक्ते तेन सह अन्वेति खलु. गुणरूपस्य तस्य गुणरूपस्य पृथक्त्वस्य द्वितीयक्षणे जायमानस्य इति उत्तमं. तर्हि तावत्पर्यन्तं स्पष्टं स्यात्. सुनील महोदय, भवतः प्रश्नः अस्ति वा किमपि? प्रश्नः नास्ति. अस्तु अस्तु. तर्हि भवान् एव तत्र द्वितीयम् आपादनं किम् इति किञ्चित् वदति वा? तत्र भूतलावधिकत्वस्यैव इति तत्र किमस्ति इति. अहं श्रमं करोमि. तत्र द्वितीय आपादनमस्ति भूतलावधिकत्वे अपि सेव कपाल आवधिकस्य अपि आवश्यकत्वात् तद्दोषदा अवस्थमिति. न न न एकक्षणं. तत्र द्वितीयम् आपादनं केवलम् आवश्यकत्वात् पर्यन्तमेव. अत्र इत्युक्ते अत्र भूतलावधिगत्यम् यदि स्वीकुर्मः चेत् अत्र भूतलघटयोः मध्ये पृथक्त्वं गुणं स्वीकुर्मः चेत् तत्र भूतलावधिकपृथक्त्वस्य रूपगुणः घटे प्रतीयते. तादृशं कपालावधिकपृथक्त्वस्य तेमपि वयं स्वीकरणीयम् इति अत्र आशयः अस्ति. किमर्थं तथा? तत्र पृथक्त्वमिति संयोगः इति स्वीकृत्य अत्र तत्र किम् अत्र नियतावधिकत्वं भवति इति कारणेन. हा, तर्हि नियतावधिकत्वम् अस्ति इति इत्युक्ते नियतावधिकत्वं तु अस्ति एव, परन्तु नियतावधिकगुणः पृथक्त्वम् इति स्वीकुर्मः चेत् तर्हि किं भवति इदानीं? भूतलावधिकपृथक्त्व रूपगुणः घटे अस्ति इति स्वीकृत्य स्वीकृत्य इति न, एकक्षणम्, इति स्वीकृत्य इति न खलु. भूतलावधिकपृथक्त्वं तु घटे अस्ति एव. तर्हि भूतलावधिकपृथक्त्वं घटे अस्ति, तद्वत् कपालावधिकपृथक्त्वं घटे अस्ति इति वयं स्वीकरणीयम्. हा, किमर्थं तथा? नियतावधिकत्वम् अस्ति इति कृत्वा किमर्थं तथा करणीयम्? तत्रापि नियतावधिकत्वं आरोपयितुं शक्नुमः इति कारणेन. न, नियतावधिकत्वं तु अस्ति एव खलु, तत्र आरोपणमिति किमपि तत्र वार्ता नास्ति वस्तुतः. इत्युक्ते अत्र अस्माकं सामान्यतया अत्र समवायसम्बन्धः इति वदामः तत्र, अतः तत्र घटकपालयोः मध्ये अपि तादृशसम्बन्धः अपि अस्ति इति कारणेन कपालाधिगत्वं घटे अस्ति इति स्वीकरणीयम्. न न न, समवायसम्बन्धः अस्ति इति कृत्वा कपालावधिकपृथक्त्वं घटे इति वा? न न, तत्र नियतावधिकगुणम् अस्ति इति कारणेन. कः नियतावधिकगुणः अस्ति? अत्र घटकपालयोः मध्ये न न, नियतावधिकगुणः इति अस्ति चेत् कश्चन गुणः भवतु खलु, तर्हि घटकपालयोः मध्ये इत्युक्ते तत्र गुणः कः? पृथक्त्वमेव. हा, अस्तु, पृथक्त्वम् इति गुणः, सत्यं, पृथक्त्वम् इति गुणे नियतावधिकत्वम् अस्ति इति कृत्वा यदा भूतलावधिकपृथक्त्वरूपगुणघटे अस्ति तदा कपालावधिकपृथक्त्वगुणः कपाले घटे अस्ति इति अत्र स्वीकरणीयमिति. हा, परन्तु किमर्थं यद् भवान् उक्तवान् तत् सम्यक् एव, तत्तु तदेव अस्ति, परन्तु मम प्रश्नः अस्ति किमर्थं भूतलावधिकपृथक्त्वं घटे अस्ति इति, अथवा भूतलावधिकत्वस्यैव कपालावधिकत्वमपि स्वीकरणीयम् इति किमर्थं तथा आगच्छति इति मम प्रश्नः. अत्र घट भूतलयोः मध्ये अत्र पृथक्त्वं यदि स्वीकुर्मः चेत् न, तत्र घटभूतलयोः मध्ये पृथक्त्वम् इति स्वीकुर्मः इति वार्ता नास्ति खलु, तत्र किञ्चित् भवान् प्रायः तत्र 80-90% तत्र अस्ति, परन्तु इतोपि किञ्चित् वक्तव्यमस्ति तत्र. तत्र घटभूतलयोः मध्ये पृथक्त्वम् इति नास्ति. रामप्रिया भगिनी, भवती किञ्चित् वक्तुं शक्नोति वा? तत्र किमपि नियामकं न उक्तं, अवधिकत्वं कुत्र नास्ति इति. अतः यदा भूतल अवधिकत्वस्य विषये वयं स्वीकुर्मः तदा कपालावधिकत्वस्य अपि किमर्थं न स्वीकुर्मः इति तस्याः मतम्. हा सम्यक्, तदेव. इत्युक्ते यदा नियतावधिकत्वम् इति नियतावधिकः गुणः पृथक्त्वम् इति स्वीकुर्मः चेत् तत्र नियतावधिकत्वस्य सीमा न उक्ता खलु. तत्र सीमा न उक्ता इति कृत्वा यदा भूतलावधिकत्वपृथक्त्वं घटे प्रतीयते तद्वत् कपालावधिकपृथक्त्वम् अपि घटे भवतु इति ते वदन्ति. इत्युक्ते प्रथमं तु नियतावधिकः गुणः एव नास्ति इति प्रथमम् अपादनं. तदग्रे ते वदन्ति अस्तु इति नियतावधिकगुणः अस्ति इति स्वीकुर्मः चेत् तर्हि नियताक सीमा न उक्ता इति कृत्वा भूतलावधिकपृथक्त्वं घटे अस्ति चेत् कपालावधिकपृथक्त्वम् अपि घटे भवतु इति ते वदन्ति. इदानीं स्पष्टं वा महोदय? तत्र प्रथमपरिच्छेदे एव आसीत् अहं तद्. हा हा, भवान् तु अवगतवान् एव इति भाति, परन्तु तत्र किञ्चित् प्रायः अन्तिमसोपानमेव किञ्चित् तत्रैव प्रायः किञ्चित् क्लेशः अनुभूयते इति भाति. अस्तु, चिन्ता नास्ति. अस्तु, तर्हि इदानीं तर्हि तत्र वाक्यमासीत् न च गुणरूपस्य तस्य इत्यादि तद्दोषतादवस्त्यम् इति वाच्यम् इति खलु. तर्हि प्रथमं तत्र वाक्यशैली दृष्ट्वा वयं किं वक्तुं शक्नुमः अत्र? भवान् वदति वा? वाक्यशैली दृष्ट्वा इत्युक्ते मम प्रश्नः अस्ति, वाक्यशैली दृष्ट्वा तत्र पूर्वपक्षिणः मतम् अथवा सिद्धान्तिनः मतम् इति तस्मिन् विषये किं वक्तुं शक्नुमः इति. तत्र तद्दृष्ट्वा पृथक्त्वं भेदः न इति वक्तुं न तत्र क्षम्यता महोदय, तत्र मम विषयः कः इति मम प्रश्नः मम. तत्र केवलं वाक्यशैली दृष्ट्वा तेन वयं किं ज्ञातुं शक्नुमः इत्येव. इत्युक्ते तत्र न च गुणरूपस्य तस्य इति वाक्यमस्ति खलु, तस्मिन् वाक्ये पूर्वपक्षिणः मतं किं सिद्धान्तिनः मतं किम् इति वयं कथम् अवगन्तुं शक्नुमः वाक्यशैली दृष्ट्वा इति. मतं यत्किमपि भवतु तस्य इदानीम् अस्माकं तत्र अस्माकं मुख्यता नास्ति इदानीं, तत्र केवलं शैलीविषये एव. भगिनी भवती किञ्चित् वक्तुं शक्नोति वा? आं भगिनि, न च इति आरभ्य वाच्यं पर्यन्तम् अस्ति. न च इति आरभ्य वाच्यपर्यन्तं सिद्धान्तिनः मतं, मध्ये किमपि दीर्घवाक्यम् अस्ति तद् पूर्वपक्षिणः मतम्. इत्युक्ते यद् मध्ये अस्ति इत्युक्ते न च मध्ये इति आरभ्य किमपि भवतु तदनन्तरं अन्ततो गत्वा अस्ति तद्दोषतात् अवश्यम् इति वाच्यम् इति खलु. तर्हि तत्र मध्ये यदस्ति तत्तु यथा भवती उक्तवती तत्र पूर्वपक्षिणः मतं, तद्दोषता तेन दोषः आगच्छति इति कृत्वा तथा न च वाच्यम् इति तस्य निराकरणं करोति सिद्धान्तिनः, निराकरणं कुर्वन्ति सिद्धान्तिनः. स्पष्टं वा महोदय? इदानीं स्मरामि अहं. चिन्ता नास्ति, मया न अवगतं प्रथमं तस्य प्रश्नः कः इति मया स्पष्टं न आसीत्, परन्तु चिन्ता नास्ति महोदय, चिन्ता नास्ति. तर्हि अत्र इदानीं तद् दोषादवस्त्यम् इति अस्ति खलु, तर्हि तत्र दोषः कः? तस्मिन् वाक्ये वा अथवा न अस्मिन् वाक्ये न च गुणरूपस्य तस्य इति आपादनद्वयम् अस्ति खलु तत्र आवश्यकत्वात् इति तत् सत्यं तत्सर्वम् अस्ति. तदनन्तरम् अस्ति तद्दोषतादवस्त्यम् इति न च इति वाच्यम् इति अस्ति खलु, तत्र दोषः कः? अत्र दोषद्वयम् अस्ति इति चिन्तयामि. एकं तु पृथक्त्वं भेदः न इति, पृथक्त्वं भेदः एव न इति प्रथमम् इति चिन्तयामि. अनन्तरं तत्तु प्रथम एकं महोदय, तत्र पृथक्त्वं भेदः न इति वस्तुतः दोषः नास्ति खलु, यतोहि तत्र पृथक्त्वं भेदः न इति तत्र निरूपणम् इत्युक्ते इति तत्र पृथक्त्वं भेदः एव इति एकपक्षिणः वदन्ति, अन्ये वदन्ति न तथा नास्ति इति. द्वौ अपि पक्षिणौ अत्र तेषां क्षम्यतां पक्षः द्वौ अपि पक्षौ तेषां मतं किम् इति अपि च तस्य पृष्ठभूमिः का इति अपि वदन्ति खलु, तत्र किमर्थं तथा वदन्ति इति अपि ते वदन्ति. तर्हि तत्र दोषः भेदः एव भेदः पृथक्त्वं न इति वस्तुतः दोषः नास्ति, भेदः पृथक्त्वं न इति सिद्धान्तिनः मतम् अस्ति. तर्हि अत्र दोषः कः? तद् मध्ये अस्ति तद्दोषः, गुणरूपस्य कस्य न, सः तु दोषः नास्ति. वस्तुतः दोषः अस्ति संयोगः इति यद्वयं पूर्वं दृष्टवन्तः. तत्र किं भवति इत्युक्ते कपाल घटयोः इत्युक्ते तत्र भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि आवश्यकत्वात् इति यदा अस्ति, अत्र पश्यतु यदा भूतला अवधिकपृथक्त्वं घटे अस्ति तर्हि घटावधिकपृथक्त्वं भूतले अपि भवति खलु. तर्हि तयोः मध्ये तत्र युतसिद्धत्वम् अस्ति इति कृत्वा तयोः मध्ये संयोगः भवति. एतत्तु सम्यक्, यतोहि भूतलघटयोः मध्ये संयोगः भवति इति वयं जानीमः एव. परन्तु इदानीं पश्यतु कपालावधिकपृथक्त्वं घटे अस्ति इति स्वीकुर्मः चेत् किं भवति तेन? घटावधिकपृथक्त्वमपि कपाले. तर्हि इदानीं कपालघटयोः मध्ये संयोगः इति भवति खलु, कपालघटयोः मध्ये संयोगः इति तत्र कोऽपि न अङ्गीकुर्वन्ति, केऽपि न अङ्गीकुर्वन्ति तत्तु. तत्र तु कपालघटयोः मध्ये संयोगः नास्ति इति तु वयं जानीमः. तर्हि यदा कपालावधिकपृथक्त्वं घटे अस्ति इति स्वीकुर्मः चेत् तेन पुनः स एव दोषः आगच्छति. कः दोषः? संयोगः, संयोगापत्तिः. यत् पूर्वं वयं निराकृतं खलु, तत्र आरम्भे वृक्षपक्षी इति स्वीकृत्य तत्र पृथकाश्रय आश्रितौ इति उक्त्वा तयोः मध्ये एव संयोगः भवति, तत्र कर्मजसंयोगः वा भवतु संयोगजसंयोगः वा भवतु, तत्र कपाल पृथगाश्रय आश्रितौ यौ स्तः तयोः मध्ये एव भवति संयोगः इति वयम् उक्तवन्तः. तर्हि इदानीं पृथक्त्वम् इति तत्र कपालावधिकपृथक्त्वं घटे अस्ति इति स्वीकुर्मः चेत् पुनः स एव दोषः इत्युक्ते संयोगः आपतति कपालघटयोः मध्ये इति कृत्वा तथा न च वाच्यम् इति तदेव दोषः. सः दोषः भवति इति कृत्वा तथा न च वाच्यम् इति सिद्धान्तिनः मतम्. इदानीं सम्यक् वा तत्र प्रश्नः अस्ति वा? स्पष्टम्. इदानीं मध्ये कोऽपि आगतवान् खलु? अहं तु शृणोमि भगिनि. हो, I'm not sure how long I can keep awake. हा हा हा, चिन्ता नास्ति भगिनि. I sent you a message. I don't know if you हा हा, दृष्टं, मया दृष्टं. चिन्ता नास्ति. अस्तु, तर्हि एतावत्पर्यन्तं किञ्चित् वयं दृष्टवन्तः. तर्हि इदानीं किं तर्हि इदानीं तद् वाक्यं किम् इति किञ्चित् विस्तरेण वयं चर्चितवन्तः. तर्हि तस्य वाक्यस्य यद् आपादनमस्ति, वस्तुतः द्वितीय आपादनं, तत्र भूतलावधिकत्वस्य एव कपालावधिकत्वस्य आवश्यकत्वात् इति, तत्र सिद्धान्तिनः किं वदन्ति वस्तुतः इत्युक्ते, यदा कपालावधिकपृथक्त्वं घटे अस्ति इति स्वीकुर्मः चेत् तत्र पृथक्त्वम् इति कीदृशः गुणः भवति, अथवा पृथक्त्वे किं भवति इति आगच्छति. तत्र पृथक्त्वम् इति नियतावधिकगुणः इति वयं स्वीकृतवन्तः, अपि च पृथक्त्वम् इति निखिलावधिकगुणः इति आगच्छति खलु. तर्हि ते वदन्ति किल निखिलावधिकत्वम् इति स्वीकरोतु. हा, तत्र किमर्थं निखिलावधिकत्वम् इति आगच्छति तदा वदामः चेत्, तत्र भूतलावधिकत्वस्य एव कपालावधिकत्वस्यापि आवश्यकत्वात् इति वाक्येन किमर्थं निखिलावधिकत्वम् इति आगच्छति? किमर्थं निखिलावधिकत्वं तत्र पृथक्त्वं सर्वत्र भवति इति कारणेन, पृथक्त्वं सर्वत्र भवति इति कारणेन वा? इतोपि किञ्चित् सम्यक्तया वक्तव्यमस्ति महोदय. भवान् यद् वदति तद् इत्युक्ते, तत्र यः बीजः अस्ति तत्तु सम्यक् एव, परन्तु घटः यदि स्वीकुर्मः चेत् घटं विहाय पृथक्त्वम् अन्य सर्वासु द्रव्येषु भवति. न, वस्तुतः इदानीं चिन्तयतु, घटे पृथक्त्वम् अस्ति चेत् कीदृशं पृथक्त्वं घटे अस्ति? अनेकावधिकत्वम् इति वयं. हा, सत्यं. तर्हि अनेकावधिकपृथक्त्वम् इति वदामः खलु, तर्हि घटे यत् पृथक्त्वम् अस्ति तत् सर्वत्र इति तु वक्तुं न शक्नुमः खलु. निखिलावधिकत्वम् इत्युक्ते किं वक्तव्यमस्ति तत्र? स्वं विहाय अन्यत् सर्वे इति किल, अवधिरूपेण. हा, अवधिरूपेण इति मुख्यविषयः खलु. स्वं विहाय इत्युक्ते घटेयः पृथक् घटे यत् पृथक्त्वम् अस्ति सः पृथक्त्वं, पृथक्त्वस्य अवधिः इति स्वं विहाय इत्युक्ते घटं विहाय विश्वे ये पदार्थाः सन्ति, अथवा हा ये पदार्थाः सन्ति ते सर्वे तस्यावधिकत्वं तस्यावधिकपृथक्त्वं घटे अस्ति इति स्वीकरणीयम्. परन्तु तत्र तथा नास्ति खलु. यदा कपालावधिकपृथक्त्वं घटे अस्ति इति स्वीकुर्मः चेत् तर्हि घटे स्वं विहाय सर्वावधिकपृथक्त्वं भवति इति कृत्वा तत्र निखिलावधिकत्वम् इति आपतति. परन्तु निखिलावधिकपदार्थः विश्वे नास्ति इति वयं जानीमः, अपि सिद्धान्तिनः वदन्ति. अस्तु, तर्हि तस्मात् एव किञ्चित् प्रायः पुनः पठित्वा अग्रे सरेम. अस्तु हा तथा इदं पृथक्त्वम् अपि इति अस्ति खलु नास्तु वक्ष्यमानस्य वक्ष्यमानविभागस्य इति अस्ति खलु तस्मात् पदेन पठामि वा भगिनि वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिल अवधिकत्वं किन्तु स्वनाश्य संयोग आश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते द्रव्योत्पत्तिद्वितीयक्षणे जायमानस्य विभागस्य न विभागस्य न निखिल अवधिकत्वम् अपि तु स्वनाश्य संयोग आश्रय अवधिकत्वम् एव विभागः कुत्र जायते स्वेन नाश्यः यः संयोगः तद् अधिकरणे एव घटभूतलविभागेन नाश्यः यः संयोगः घटभूतलसंयोगः घटभूतल विभागेन कस्य नाशो जायते घटभूतलसंयोगस्य नाशो जायते घटकपालयोः संयोगः जायते किम् न जायते अतः तयोः विभागः अपि न सम्भवति यत्र संयोगः अर्हः तत्रैव विभागः अपि भवति तादृश अवधिकत्वम् अपि भवति विभागस्य न अन्यत् अत्र प्रथमम् अस्ति वक्ष्यमानविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिल अवधिकत्वं किन्तु न निखिल अवधिकत्वम् ओके विभागस्य द्रव्योत्पत्तिद्वितीयक्षणेषु जायमानस्य क्षम्यतां तद् वाक्यमस्ति तत्र विद्याधर्यां यद्वाक्यमस्ति तद् तस्य एव विषये अग्रे अस्ति तर्हि अग्रे पठतु द्रव्योत्पत्तिद्वितीयक्षणे जायमानस्य विभागस्य यदा द्रव्यस्य उत्पत्तिः भवति तस्य द्वितीयक्षणे जायमानस्य विभागस्य विभागः इति गुणस्य न निखिलावधिकत्वं तस्य निखिलावधिकत्वं न भवति अपि तु स्वनाश्य संयोग आश्रय अवधिकत्वम् एव तस्य स्वनाश्य इत्युक्ते विभागस्य विभागः नश्यति चेत् संयोगः भवति अतः स्वनाश्य संयोग आश्रय अवधिकत्वमेव भवति कस्य इत्युक्ते विभागस्य विभागः कुत्र जायते कुत्र भवति इति प्रश्नः स्वेन नाश्यः यः संयोगः तद् अधिकरणे एव यत्र विभागस्य नाशः भवति तस्य स्वेन नाश्यः यः संयोगः तत्र एव तस्य अधिकरणे एव तत्र एव संयोगः भवति तद् अधिकरणे एव इत्युक्ते एकक्षणं भगिनि तत्र स्वेन नाश्यः यः संयोगः इत्यस्ति खलु तत्र स्वेन इत्युक्ते केन विभागेन नाश्यः यः संयोगः तद् अधिकरणे एव संयोग तद् अधिकरणे किं भवति तदधिकरणे किं भवति विभागः विभागस्य विषये एव वयम् इदानीं दृष्ट तदेव इत्युक्ते तत्र पश्यतु द्रव्योत्पत्तिद्वितीयक्षणे जायमानस्य विभागस्य इति यथा भवती उक्तवती तत्र विभागः इति कश्चन गुणः इति कृत्वा द्रव्योत्पत्तिद्वितीयक्षणे जायमानः तत्र न निखिलावधिकत्वम् अपि तु स्वनाश्य संयोगाश्रय अवधिकत्वम् एव तर्हि इदानीं स्वनाश्य संयोगाश्रय अवधिकत्वम् इत्युक्ते किम् इति परिशीलनीयं खलु तर्हि तत्र स्वनाश्य संयोगः इत्युक्ते स्वम् इत्युक्ते तत्र विभागः विभागः स्वनाश्यसंयोगः इत्युक्ते स्वेन नाश्यः यः संयोगः स्वनाश्यसंयोगः इत्युक्ते विभागेन नाश्यः यः संयोगः इति स्वनाश्यसंयोगः स्वनाश्यसंयोग आश्रयः खलु आश्रयः इत्युक्ते किम् गुणस्य आश्रयः किल आश्रयः इत्युक्ते अधिकरणं खलु अधिकरणं तर्हि यत्र संयोगः पूर्वम् आसीत् इत्युक्ते हस्तपुस्तकयोः संयोगः इति स्वीकुर्मः चेत् हस्ते अपि संयोगः पुस्तके अपि संयोगः हस्तपुस्तकयोः संयोगः इति सः यः संयोगः अस्ति स च संयोगस्य आश्रयः कः तत्तु द्विनिष्ठः किल भगिनि सत्यं तर्हि हस्ते अपि भवति पुस्तके अपि भवति सत्यं तर्हि तत्र आश्रयः तु आश्रयौ खलु वस्तुतः इत्युक्ते हस्तः इति एकः आश्रयः पुस्तकमिति अपरः आश्रयः तर्हि इदानीं हस्तपुस्तकयोः यः संयोगः अस्ति सः संयोगः विभागेन नश्यते हस्तपुस्तकयोः विभागः भवति चेत् तत्र यः संयोगः पूर्वम् आसीत् तस्य नाशः इदानीम् अभवत् तर्हि विभागः यः अस्ति येन विभागेन संयोगः नाशः अभवत् स च विभागस्य आश्रयः कः विभागस्य नाशः भवति तस्य विभागस्य आश्रयः अपि द्रव्यम् हा विभागः अपि गुणः द्रव्यं द्रव्यं विभागः अपि द्विनिष्ठः किल यदा संयोगः तत्रापि आश्रयौ भवति किल हस्ते अपि पुस्तके अपि सत्यं तर्हि हस्तः अपि आश्रयः पुस्तकमपि आश्रयः खलु तर्हि तत्रापि तत्र द्विनिष्ठः इति कृत्वा तदेव तत्र अस्ति स्वनाश्य सो विभागस्य अधिकरणं किं स्वनाश्यसंयोग आश्रयः एव विभागस्यापि विभागस्य अधिकरणम् इत्युक्ते संयोगस्य आश्रयः यः अस्ति स एव विभागस्यापि आश्रयः सत्यं तर्हि इदानीं क्षम्यतां हस्तपुस्तकयोः विभागः इति यदा वदामः तत्र अवधिः कुत्र भवति इत्युक्ते हस्तात् पुस्तकं विमुक्तम् इति अस्ति चेत् इदानीम् अवधिः कः तत्र अत्र एव अवधिः नियमेन न भासते इति वयं दृष्टवन्तः हस्तात् पुस्तकः विमुक्तः इत्युक्ते पुस्तक क्षम्यतां हस्तविमुक्तावधिः पुस्तकात् इति किल पुस्तकविमुक्तावधिः हस्ते अस्ति न न हस्तात् पुस्तकं विमुक्तम् इति चेत् विभागः कः अवधिः कः विभागः कुत्र अवधिः कः अवधिः भवति अपि च विभागस्य अधिकरणं किम् हस्तात् पुस्तकं विमुक्तः पुस्तकम् इति विभागः पुस्तकं विभक्तं हस्तात् इति अवधिः किल हस्तात् इति अवधिः हस्तविमुक्त अवधिः पुस्तके अस्ति किल हा तत्र प्रथमं पुस्तके विभागः अस्ति सत्यं विभागः इति गुणः पुस्तके हस्तावधिकविभागः पुस्तके खलु हस्तात् पुस्तकं विमुक्तम् इति वदामः चेत् यद्यपि विभागः द्विनिष्ठः हस्तपुस्तकयोः विभागः इति वदामः चेत् हस्ते अपि विभागः अस्ति पुस्तके अपि अस्ति परन्तु यथा भवती उक्तवती हस्तपुस्तकयोः क्षम्यतां हस्तात् पुस्तकं विमुक्तम् इति वदामः चेत् तत्र प्रतीतिवशात् अवधिः आरोप्यते यदा सादृश अवधिः अवधेः आरोपणं भवति तत्र एकत्र अवधिः अन्यत्र विभागः खलु इदानीं पुस्तके विभागः अस्ति चेत् कीदृशविभागः अस्ति हस्तावधिकविभागः पुस्तके अस्ति इति वयं वक्तुं शक्नुमः तर्हि तत्र अथवा विपरीततया वक्तव्यं चेत् पुस्तावधिक अवधिः हस्ते इति क्षम्यतां पुस्तावधिकविभागः हस्ते इति तर्हि इदानीं यदा विभागस्य अवधिः भवति प्रतीतिवशात् विभागे विभागस्य अवधिः भवति तत् अवधिः इति आरोपणं भवति तत्र अवधिः कः भवति अवधिः कस्मात् विमुक्तः भवति तदेव अवधिः भवति सत्यम् इत्युक्ते यत्र पूर्वं संयोगः आसीत् अथवा इदानीं विभागः अस्ति सः अधिकरणमेव अवधिः भवति खलु इत्युक्ते हस्तपुस्तकयोः हस्तात् पुस्तकं विमुक्तम् इति वदामः चेत् तत्र हस्तावधिकपृथक् क्षम्यतां हस्तावधिकविभागः पुस्तके अस्ति न तु घटावधिकविभागः पुस्तके इति सत्यं तर्हि तत्र अवधिः कः इति तस्य उल्लेखः अस्ति खलु इत्युक्ते तत्र यः स्वनाश्यसंयोगाश्रय अवधिकमेव इति तदेव वदति स्वनाश्यसंयो इत्युक्ते विभागेन यः नाश्यः भवति संयोगः स च संयोगः तस्य अधिकरणम् आश्रयः यः आसीत् तस्य अवधिकत्वमेव अस्ति इति स्पष्टं वा इदानीं स्पष्टं स्पष्टं भगिनि अस्तु तर्हि अग्रे पठतु भगिनि घटभूतलविभागेन नाश्यः यः संयोगः घटभूतलसंयोगः अत्र घटभूतले उदाहरणरूपेण अस्ति घटभूतलसं विभागेन नाश्यः विभागः नाश्यः चेत् यः संयोगः भवति तत् घटभूतलसंयोगः न न न न भगिनि भगिनि विपरीततया उक्तवती घटभूतलविभागेन नाश्यः यः संयोगः घटभूतलविभागेन नाश्यः यः संयोगः विभागेन यः संयोगः नाश्यः तत् घटभूतलसंयोगः संयोगः यः संयोगः विभागेन नाशः भवति विभागः तु नाशः भवति किल संयोगेन यः संयोगः विभागेन न विभागः नाशः न भवति खलु संयोगः नाशः भवति विभागेन संयोगं नश्यति तृतीया इत्युक्ते पूर्वं संयोगः आसीत् यदा विभागः भवति तदा संयोगः नष्टः इदानीं विभागः अस्ति इदानीं मम हस्तः न विपरीतं विपरीतं खलु इत्युक्ते हस्तः पुस्तके मम हस्तः मम अहं तत्र पुस्तकस्य उपरि स्थापयामि तर्हि इदानीं पुस्तकहस्तयोः संयोगः अस्ति पुस्तकात् अहं मम हस्तं विमुक्तं मम हस्तः विमुक्तः जातः इत्युक्ते अहं तत्र इदानीं तत्र मम हस्तं तत्र पुस्तकात् तत्र अन्यप्रदेशं प्रति मम हस्तः गच्छति इति चिन्तयतु. तर्हि इदानीं हस्तपुस्तकयोः मध्ये यः संयोग हस्तपुस्तकयोः विभागः अभवत् खलु, तर्हि पूर्वं संयोगः आसीत्, प्रथमं संयोगः आसीत्, यदा अहं तत्र मम हस्तं यदा अहं तत्र पुस्तकात् उपरि उन्नीय तत्र अन्यप्रदेशं स्थापयामि, तर्हि पूर्वं यः संयोगः आसीत् तस्य नाशः भवति इदानीं. तर्हि यदा तत्र नाशः भवति अहं किं वदामि, हस्तात् अथवा पुस्तकात् हस्तः विमुक्तः इति वदामि खलु. यदा तदा अहं वदामि तस्मिन् समये विभागः इति गुणः अस्ति मम हस्ते अपि च पुस्तके, हस्तपुस्तकयोः विभागः इति वदामि चेत् सत्यं. तर्हि तत्र विभागेन किं जातम्? विभागेन संयोगस्य नाशः भवति. हा, इत्युक्ते पूर्वं यः संयोगः आसीत् तस्य नाशः अभवत् खलु इदानीं यदा विभागः जातः, तर्हि पूर्वं स्थितः संयोगस्य नाशः इदानीं पूर्वं स्थितः संयोगः नाशः जातः सत्यं. तर्हि तदेव अत्र अस्ति घटभूतलयोः विभागः इति वदामः चेत् घटभूतलयोः विभागः इति वदामः चेत् तेन वयं किं ज्ञातुं शक्नुमः, घटभूतलविभागेन नाश्यः यः संयोगः इत्युक्ते घटभूतलविभागः यदा जातः तदा तेन नाश्यः भवति संयोगः. कः संयोगः नाश्यः भवति? घटभूतलयोः संयोगः एव नाश्यः भवति. स्पष्टं वा? आम् आम्. अन्वयः घटभूतलसंयोगः यः संयोगः घटभूतलविभागेन नाश्यः भवति इति अस्ति किल. हा, घटभूत हा सत्यं, घटभूतलविभागेन घटभूतलसंयोगः नाश्यः इत्यपि वक्तुं शक्नुमः. इति घटभूतलविभागेन कस्य नाशो जायते? घटभूतलसंयोगस्य नाशो जायते, तदेव वयम् इदानीं दृष्टवन्तः. घटकपालयोः संयोगः जायते किं? न जायते. आम्, घटकपालयोः तु आम् संयोगः न जायते इति तत्तु वयं पूर्वं दृष्टवन्तः. घटकपालयोः संयोगः न जायते इति यदा तस्य संयोगः न जायते तदा तस्य विभागः अपि न सम्भवति. संयोगः न भवति, यत्र संयोगः न भवति तत्र विभागः अपि न भवति. तादृश अवधिकत्वमपि भवति विभागस्य न अन्यत्. तादृश अवधिकत्वमपि भवति विभागस्य न अन्यत्. कीदृशम् अवधिक तादृशम् अवधिकत्वमपि भवति विभागस्य इत्युक्ते घटकपालयोः विषये वदति वा? न न न, यत्र संयोगः अर्हः खलु तेन सह अन्वेति अत्र. तर्हि तत्र यत्र संयोगः अर्हः तत्रैव विभागः अपि भवति. तादृश अवधिकत्वमपि इत्युक्ते यत्र संयोगः भवति तादृश अवधिकत्वम् इत्युक्ते संयोगस्य आश्रयः इति यः अस्ति तादृश अवधिकत्वमेव भवति विभागस्य, अन्यत् किमपि नास्ति. इत्युक्ते घटकपालयोः मध्ये संयोगः न जायते इति कृत्वा तत्र तादृश अवधिकत्वमपि विभागस्य न भवति. इत्युक्ते तत्र विभागः अपि न भवति, विभागः न भवति, अपि च तादृश अवधिकत्वमपि विभागे न भवति. उत्तमं. तर्हि अग्रे सुनील् महोदय, भवान् पठति वा? स्वनाश्य संयोगाश्रय अवधिगत्वमेव तन्निखिलावधिगत्वं नास्ति. वक्ष्यमाणविभागस्य न निखिलावधिगत्वं किन्तु स्वनाश्य संयोगाश्रय अवधिगत्वमेव हि नियमेन स्वीक्रियते. अत्र नियमेन स्वीक्रियते इत्युक्ते किं, नियमः कः, अपरं न स्वीक्रियते इति तात्पर्यं. विभागः कयोः भवति, विभागः तयोर्मध्ये भवति, यः एकः तदवधिगत्वं न स्वीक्रियते इति अत्र नियमः. यतोहि विभागः द्विनिष्ठः, तस्मात् कस्यचित् चिन्तनं स्यात् यत् घटभूतलयोः विभागः इति कथनेन अयं विभागः घटावधिकः अपि भूतलावधिकः अपि. किन्तु तथा नास्ति, प्रत्यवशात् घटावधिकः विभागः इति यदा भवति तदा स च विभागः केवलं भूतले स्थितः, तत्र च भूतलं तस्य भूतले स्थितस्य विभागस्य अवधिः नास्ति, विपरीतत्वेन अपि. अत्र पूर्वं दृष्टवन्तः, अत्र स्वनाश्य संयोगाश्रय अवधिगत्वम् एव अस्ति, तत्र निखिलावधिगत्वं नास्ति इति विभागस्थले. अत्र वक्ष्यमाणविभागस्य न निखिलावधिगत्वं किन्तु स्वनाश्य संयोगाश्रय अवधिगत्वमेव हि नियमेन स्वीक्रियते इति पूर्वं वाक्यं दृष्टवन्तः. अत्र नियमेन हा अग्रे पठतु महोदय, तद्वाक्यं तत्र इदानीं मास्तु हि तस्य एव. अत्र नियमेन स्वीक्रियते इत्युक्ते अत्र केवलं विभागः एव स्वीकरणीयम् इति. अग्रे पठतु तत्र. अत्र नियमेन स्वीकृत्य इत्युक्ते किम् इत्युक्ते विभागः एव स्वीकरणीयम् इति अर्थः नास्ति. अत्र अग्रे अपि पठतु, तत्र प्रश्नः अस्ति नियमः इत्युक्ते कः इति. अग्रे तस्य उत्तरमपि अस्ति. नियमः कः, अपरं न स्वीक्रियते इति तात्पर्यं. विभागः कयोः भवति, विभागः तयोर्मध्ये भवति, यः एकः तद् अवधिगत्वं न स्वीक्रियते इति अत्र नियमः. अत्र विभागः नियमः कः इति, अत्र विभागः तयोर्मध्ये भवति, सः एकः यः एकः तदवधिगत्वं न स्वीक्रियते इति अत्र नियमः. इत्युक्ते अत्र विभागः द्विनिष्ठः इति कारणेन अवधिगत्वं केवलम् एकत्र इति नास्ति इति, तदेव किल. न तर्हि तत्र वस्तुतः विपरीतं खलु. इत्युक्ते विभागः द्विनिष्ठः इति कृत्वा द्वयोः अपि अवधिकत्वम् इति नास्ति. इत्युक्ते घटभूतलयोः विभागः इति वदामः चेत् तत्र विभागः घटावधिकविभागः अपि च भूतलावधिकविभागः इति नास्ति. यदा यतोहि तत्र विभागे तत्र प्रत्ययवशात् एव तत्र अवधिः भासते खलु. तर्हि घटाद् भूतलं विमुक्तम् इति वदामः चेत् तत्र भूतले विभागः अस्ति, घटावधिकविभागः भूतले अस्ति इति. अथवा विपरीतरीत्या प्रत्ययः अस्ति चेत्, इत्युक्ते घटः भूतलात् विमुक्तः इति अस्ति चेत् तत्र घटे विभागः अस्ति इदानीं, तर्हि भूतलावधिकविभागः घटे इति वक्तुं शक्नुमः. परन्तु अत्र घटभूतलयोः विभागः इति कथनेन अत्र द्विनिष्ठः इति. हा इत्युक्ते तत्र विभागः द्विनिष्ठः इति तु आगच्छति, परन्तु अवधिविषये किमपि नास्ति अत्र वस्तुतः. न न तत्र उदाहरणम् अस्ति खलु, तत् पठित्वा वदति चेत् इतोपि किञ्चित् स्पष्टता भवति इति तावदेव. हा पुनः पठामि अत्र, यतोहि विभागः दिनिष्टः तस्मात् कस्यचित् चिन्तनं स्यात् यत् घटभूतलयोः विभागः इति कथनेन अयं विभागः घटावधिकः अपि भूतलावधिकः अपि, किन्तु तथा नास्ति। प्रत्यवशात् घटावधिकः विभागः इति यदा भवति तदा स च विभागः केवलं भूतले स्थितः, तत्र च भूतलं तस्य भूतले स्थितस्य विभागस्य अवधिः नास्ति विपरीतत्वस्य अपि। तदेव भवती उक्तवती इदानीम् अत्र घटभूतलयोः विभागः दिनिष्ठः परन्तु प्रत्यवशात् अन्यरीत्या अपि अस्ति इति। न न, अन्यरीत्या इत्युक्ते कीदृशरीत्या? तत्र किञ्चित् इतोपि वदतु महोदय मम। अत्र प्रत्यवशात् घटावधिकः इत्युक्ते, एकक्षणं भिन्न उदाहरणं स्वीकुर्मः, यद्वयं पूर्वं चर्चितवन्तः, तत्र हस्तपुस्तकयोः विभागः इति यदा अस्ति तर्हि अत्र हस्तात् पुस्तकं विमुक्तम् इति अस्ति चेत् तत्र किं भवति? तत्र इदानीं विभागः कीदृशप्रत्ययः अस्ति चेत् विभागः दीनिष्ठः, कुत्र अवधिः अस्ति कुत्र अवधिः नास्ति इति सर्वं किञ्चित् परिशीलयतु। अत्र हस्तपुस्तकयोः विभागः इति वदामः चेत् तत्र दिनिष्ठः, तत्र अवधिः कः? अवधिः हस्ते अपि अस्ति पुस्तके अपि अस्ति, अथवा हस्तावधिकः विभागः पुस्तके, पुस्तकावधिकः विभागः हस्ते इति। हा, तथा नास्ति वस्तुतः। इत्युक्ते यदा वयं हस्तपुस्तकयोः विभागः इति वदामः तत्र अवधिः नास्ति, हस्ते अपि विभागः अस्ति पुस्तके अपि विभागः अस्ति परन्तु अवधिः नास्ति। किमर्थम् अवधिः नास्ति? द्विनिष्ठः इति कारणेन। हा, द्विनिष्ठः इत्यपि अस्ति परन्तु इतोपि एकः विषयः अस्ति खलु, यद्वयं वारं वारम् उक्तवन्तः। अत्र कस्मात् इति वक्तुं न शक्नुमः इति। हा हा हा, सत्यं तदेव। इत्युक्ते विभागस्य प्रसङ्गे प्रत्ययवशात् एव अवधिः भासते। हस्तपुस्तकयोः विभागः इति वदामः चेत् तत्र तादृश ज्ञानं न उत्पन्नं, कस्मात् कः विभक्तः इति, तर्हि अत्र अवधिः इति वार्ता नास्ति। तर्हि हस्तपुस्तकयोः विभागः इति वदामः चेत् तत्र विभागः इति कश्चन गुणः हस्ते अपि अस्ति पुस्तके अपि अस्ति इति वक्तुं शक्नुमः, तावदेव। तत्र अवधिः इत्यस्य प्रसङ्गः न आयाति। इदानीं हस्तात् पुस्तकं विमुक्तम् इति यदा वदामः तदा किं भवति? तत्र अवधिः हस्तः भवति, पुस्तकं विभागः भवति। न, पुस्तकं विभागः नास्ति खलु वस्तुतः, सम्यक्तया वदतु किञ्चित्। पुस्तकम् इति द्रव्यं, विभागः इति गुणः, तर्हि द्रव्यं कथं गुणः भवति? अत्र हस्तः इति अवधिः भवति, हस्तावधिकः विभागः पुस्तके अस्ति। उत्तमम्, अति उत्तमं। तर्हि हस्तः इति अवधिः, हस्तावधिकविभागः पुस्तके इति भवति। तद्वत् विपरीतदिश्यामपि वक्तुं शक्नुमः, इत्युक्ते पुस्तकात् हस्तः विभक्तः इति अस्ति चेत् तत्र विभागः हस्ते, पुस्तकमिति अवधिः, तर्हि पुस्तकावधिक विभागः हस्ते इति वक्तुं शक्नुमः। अवगच्छति वा? अत्र अवगच्छामि, किञ्चित् एकः प्रश्नः अस्ति अत्र। एतादृश उदाहरणं वयं वृक्षः फलम् इति स्वीकुर्मः चेत् वृक्षफलयोः विभागः इति वयं एकरीत्या वदामः, सत्यं, परन्तु व्यावहारिकरीत्या वयं जानीमः वृक्षफलयोः विभागः इति वदामः चेदपि तत्र वृक्षात् एव फलस्य विभागः भवति इति वयं जानीमः, तत् तत्रापि आवृद्धिः न आरोपयितुं शक्नुमः वा अथवा? हा, इत्युक्ते तत्र वस्तुतः न्यायशास्त्ररीत्या पश्यामः चेत् वृक्षफलयोः विभागः इति यथा भवति, तत्र विभागः तु वृक्षे अपि अस्ति, फले अपि अस्ति. वृक्षात् फलं पतति अथवा वृक्षात् फलं विमुक्तम् इति यदा वदामः तथा एव तत्र वृक्षः इति अवधिः इति वक्तुं शक्नुमः. इत्युक्ते तत्र वस्तुतः यदा तत्र जानीमः, व्यावहारिकरीत्या जानीमः इति वदामः चेदपि वस्तुतः फलं पतति इति नास्ति खलु, तत्र इतोपि अधिकः विषयः प्रायः अस्ति. तत्र गुरुत्वम् अपि आवश्यकम्, अपि च पक्वमपि आवश्यकं, तत्सर्वं भूत्वा एव तदनन्तरं फलस्य विभागः भवति वृक्षात्. तर्हि तत्र फलं पतति इति व्यावहारिकरीत्या जानीमः इति अपि वक्तुं, तदपि किञ्चित् कथं वदामि, तत्र शतपरिशतं सम्यक् इति वक्तुं न शक्नुमः खलु, तत्र अन्यवार्ता अपि अस्ति वस्तुतः. तदर्थमेव तत्र विभागः इति, यदा विभागः अपि च संयोगः इति पश्येम, तत्र प्रत्ययः कः इति दृष्ट्वा एव अवधिः कः इति वक्तुं शक्नुमः. अग्रे अग्रे पठामि. हा, अग्रे पठतु महोदय. अत्र विभागः दृष्टान्तविधया उच्यते, न तु प्रमाणविधया. किञ्चित् अवधिगत्वं वार्यते विभागस्य, किञ्चित् अवधिगत्वं च स्वीक्रियते. व्यवहारस्य दर्शनेन किञ्चित् अवधिगत्वं यदा विभागस्य वार्यते तद्वदेव पृथक्तस्य पृथक्तस्थले अपि किञ्चित् अवधिगत्वं वार्यते. किं तत् इत्युक्तौ, स्व अवयवपरम्परायां ये विद्यमानाः ते तदवधिगत्वं यदा वारितं तदा परस्परं तदा अवधिगपृथक्तप्रत्ययः न जायते. पृथक्तप्रत्ययाभावात् तयोः युधसिद्धत्वं न भवति. युधसिद्धत्वाभावात् तयोः न संयोगव्यवहारः. अत्र विभागः दृष्टान्तविधया उच्यते, न तु प्रमाणविधया. अत्र किञ्चित् अहं वदामि, क्षम्यतां. तत्र अत्र किमर्थं तथा लिखितमस्ति इत्युक्ते, तत्र तेषु दिनेषु यदा अस्माकं कक्षा जाता तत्र एतत् प्रश्नः आगतः. तत्र प्रश्नः कः इत्युक्ते, अत्र पश्यतु, पृथक्त्वस्य नियतावधिकत्वम् अस्ति खलु, अपि च पृथक्त्वस्य निखिलावधिकत्वं नास्ति इति यदा तत्र सिद्धान्ती वदति, सः विभागस्य विभागं स्वीकृत्य तथा वदति खलु. तत्र विभागे तत्र स्वनाश्यसंयोगाश्रय अवधिकत्वमेव अस्ति इति कृत्वा इति उक्त्वा तत्र निखिलावधिकत्वं नास्ति इति, सत्यम्? आम्. तर्हि अत्र परन्तु विभागः तु वस्तुतः नियतावधिकगुणः नास्ति, विभागे नियतावधिकत्वम् इति नास्ति, परन्तु पृथक्त्वे नियतावधिकत्वम् अस्ति खलु. तर्हि प्रश्नः आगतः तत्र, किमर्थं तर्हि तत्र पृथक्त्वं विभागयोः मध्ये तत्र कश्चन, किमर्थं तयोः तत्र विभागस्य उल्लेखः अत्र कृतः, यतोहि तत्र तयोः मध्ये तादृशभेदः वर्तते इति कृत्वा. इत्युक्ते एकः तु नियतावधिकगुणः, अन्यः तु तथा नास्ति इति कृत्वा किमर्थं विभागं स्वीकृत्य अत्र सिद्धान्ति वदति किमर्थं तत्र तस्य, यद्यपि अत्र नियतावधिकत्वं नास्ति विभागे, किमर्थं तथा वदति इति प्रश्नः आगतः. अवगच्छति वा प्रश्नः कः इति तत्र? आम् आम् आम् अत्र अत्र निखिलावधिगत्व प्रसङ्गे विभागस्य उदाहरणं स्वीकृत्य किमर्थं वदति इति एकः प्रश्नः खलु. हा, वस्तुतः एकः एव प्रश्नः. निखिलावधिकत्व यदा निखिलावधिकत्वस्य निराकरणं करणीयं तत्र किमर्थं विभागस्य उल्लेखः इति, यतोहि तत्र विभागपृथक्त्वयोः मध्ये कश्चन भेदः अस्ति खलु. नियतावधिकत्वम् इति साम्यं, नियतावधिकत्वम् इति साम्यं नास्ति. एकस्मिन् पृथक्त्वे नियतावधिकत्वमस्ति, नियतावधिकत्वमस्ति, परन्तु विभागे तथा नास्ति इति प्रश्नः. तत्र किमर्थं तथा वदति इत्युक्ते वस्तुतः तदर्थमेव तत्र प्रमाणम् इति नास्ति. इत्युक्ते विभागं, विभागः इति उदाहरणरीत्या एव, दृष्टान्तविद्या एव वदति, न तु प्रमाणविद्या. इत्युक्ते विभागे तथा अस्ति इति प्रमाणम् इति स्वीकृत्य तथा पृथक्त्वे अपि इति ते न वदन्ति. उदाहरणरीत्या एव तत्र, उदाहरणार्थं पश्यतु अत्र विभागे किम् अस्ति, विभागे अवधिः इति न अवधिः इति न स्वीकृते, तत्र प्रत्ययवशात् एव भवति. एकत्र विभा अवधिः भासते, अन्यत्र तस्य निवारणं करोति. इत्युक्ते तत्र हस्तपुस्तकमध्ये तत्र विभागः अस्ति चेत्, हस्तात् पुस्तकं विमुक्तम् इति वदामः चेत्, हस्ते अवधिः इति आरोपणं भवति, पुस्तके तस्य निवारणं भवति खलु. तर्हि एकत्र आरोप्यते, अन्यत्र निवारयते इति कृत्वा तत्र नियमः अस्ति. यद्यपि तत्र अवधिः, यदा अवधिः इति विषयः आगच्छति तत्र अवधेः नियमः कृतः. तत्र विना नियमं नास्ति इति. अवगच्छति वा? अवगच्छामि. तर्हि तत्र तथा तादृशनियमः विभागस्थले अस्ति, तद्वत् पृथक्त्वस्थले अपि कुत्रचित् अवधिः निवारयते. कुत्र निवारयते इत्युक्ते स्व अवयवपरम्परायां ये पदार्थाः सन्ति तेषाम् अवधिकत्वं निवारयते इति. आम् इत्युक्ते अत्र घटकपालयोः मध्ये एव इति वा, अत्र तादृश उदाहरणं स्वीकृत्य? हा, घटकपालयोः मध्ये किं भवति तत्र? तत्र अवयव अवयविनोः. हा, सत्यं. तर्हि कपालः इति घटस्य अवयवः इति कृत्वा घटस्य अवयवपरम्परायां कपालः, कपालिका, लघुकपालिका इति इत्यादीनि वस्तूनि सन्ति खलु. तर्हि तेषाम् अवधिकत्वं वार्यते इति. प्रायः एकवारं पुनः तद् परिच्छेदः इदानीं पठतु महोदय, प्रायः इतोपि स्पष्टं स्यात्, तदनन्तरं वदतु. अत्र विभागः दृष्टान्तविधया उच्यते, न तु प्रमाणविधया. किञ्चित् अवधिगत्वं वार्यते विभागस्य, किञ्चित् अवधिगत्वं च स्वीक्रियते. व्यवहारस्य दर्शनेन किञ्चित् अवधिगत्वं यथा विभागस्य वार्यते, तद्वदेव पृथक्तस्थले अपि किञ्चित् अवधिगत्वं वार्यते. किं तत् इत्युक्तौ, स्व अवयवपरम्परायां ये विद्यमानाः ते तदवधिगत्वं यदा वारितं तदा परस्परं तदवधिकपृथक्तप्रत्ययः न जायते. पृथक्तप्रत्ययाभावात् तयोः युधसिद्धत्वं न भवति. युधसिद्धत्वाभावात् तयोः न संयोगव्यवहारः. अत्र विभागस्य स्थले अवधिगत्वं किञ्चित् वार्यते, किञ्चित् स्वीक्रियते इति. अत्र व्यावहारिकरीत्या अत्र यत्र विभागस्य अवधिगत्वं यत्र यत्र यथा वार्यते तद्वदेव तद्वदेव पृथक्तस्थले अपि किञ्चित् अवधिगत्वं वार्यते. किं तत् इत्युक्तौ स्वप अवयवपरम्परायां ये विद्यमानाः ते अत्र अवयवपरम्परायां विद्यमानाः ते इत्युक्ते अत्र पृथक्त्वं नास्ति किल अत्र अतः न न न तत्र अवयवपरम्परायाम् इति यत्र उक्तवन्तः तत्र तु पृथक् पृथक्त्वस्य विषयः खलु न तु विभागस्य विषयः. यदा यथा तत्र किञ्चित् अवधिकत्वं वार्यते विभागस्य किञ्चित् अवधिकत्वं च स्वीक्रियते इति अस्ति खलु. इत्युक्ते तत्र यदा प्रत्ययः अस्ति तत् प्रत्ययस्य आधारेण एकत्र अवधिकत्वं स्वीकृतम् अन्यत्र अवधिकत्वं वारितं खलु. तद्वत् तद्वत् पृथक्तस्थले अपि तथा तथैव भवति. इत्युक्ते पृथक्तस्थले अपि कुत्रचित् अवधिकत्वं वार्यते. इत्युक्ते कुत्रचित् अवधिकत्वं स्वीक्रियते अन्यत्र अवधिकत्वं वार्यते. कुत्र वार्यते किं तत् इत्युक्तौ किं तद् इत्युक्ते कुत्र वा किं कुत्र तत्र वार्यते इति प्रश्ने सति स्व अवयवपरम्परायां ये विद्यमानाः ते तद् अवधिकत्वं वारितम्. इत्युक्ते स्व अवयवपरम्परायां ये पदार्थाः सन्ति तेषाम् अवधिकत्वं नास्ति पृथक्त्वे. तर्हि तेषाम् अवधिकत्वं पृथक्त्वे नास्ति इति कथनेन किं भवति? इति कथनेन तत्र परस्पर अवधिकत्वपृथक्त्वं न भवति खलु. इत्युक्ते घटकपालः इति कुर्मः चेत् घटावधिकपृथक्त्वं कपाले, कपालावधिकपृथक्त्वं घटे इति न भवति. यदा तयोः मध्ये तादृशपृथक्त्वं नास्ति तर्हि तयोः मध्ये युतसिद्धत्वमपि नास्ति. युतसिद्धत्वं नास्ति चेत् संयोगः अपि न भवति. तर्हि यः दोषः आगतः तत्र घटकपालयोः मध्ये कपालावधिकपृथक्त्वं घटे भवतु इति स्वीकरणेन यः दोषः आगतः तस्य निवारणम् इदानीं भवति अभवत् खलु. इत्युक्ते कपालावधिकपृथक्त्वं घटे नास्ति, कपालावधिकपृथक्त्वं घटे नास्ति चेत् कपालघटयोः मध्ये संयोगः अपि न भवति. अवगतं वा? इत्युक्ते अत्र यत्र स्व अवयवपरम्परायां यः तिष्ठति तत्र पृथक्त्वप्रत्यय अभावः सन्ति अतः तत्र अभावः इति न अस्ति. न न क्षम्यतां महोदय, पृथक्त्वप्रत्यय अभावः इत्युक्ते किम्? अहं न अवगच्छामि, क्षम्यताम्. अत्र अत्र अवधिगत्वम् अस्ति परन्तु कुत्र अवधिकत्वम् अस्ति? क्षम्यतां, सोपानेन गच्छतु. अत्र अस्मिन् परिच्छेदे अस्ति किञ्चित् विभागस्य किञ्चित् अवधिगत्वं वार्यते, किञ्चित् अवधिगत्वं स्वीक्रियते इति. अनन्तरं यदा विभागस्य अवधिगत्वं वार्यते तद्वत् पृथक्तस्थले अपि किञ्चित् अवधिगत्वं वार्यते इति. इत्युक्ते अत्र स्व अवयवपरम्परायां ये विद्यमानाः ते एव वार्यते इति. सत्यम्. अतः अत्र यदा तदवधिगत्वं वारितं तद् परस्परं तदवधिगत्वप्रत्ययः न जायते इति, पृथक्त्वप्रत्ययः न जायते इति. इत्युक्ते तत्र एकं वदामि, तत्र इत्युक्ते विभागस्थले यत्र यत्र अवधिकत्वं वार्यते तत्रैव पृथक्त्वस्यापि अवधिकत्वं वार्यते इति न. तदेव भवतः भ्रमः वा? इत्युक्ते यथा, इत्युक्ते यथा विभागस्थले यत्र कुत्रापि अवधिः नास्ति इति उक्तवन्तः, अन्यत्र अवधिः अस्ति इति उक्तवन्तः, तद्वत् पृथक्त्वे अपि, इत्युक्ते तत् कान्सेप्ट् यत्र निवारणम् अपि च स्वीकरणम् इति कान्सेप्ट् स्वीकृतवन्तः, परन्तु तत्रैव भवति इति न. स च सिद्धान्तः अत्रापि अस्ति, इत्युक्ते एकस्मिन् स्थले स्वीकृतः अन्यस्मिन् स्थले न स्वीकृतवन्तः इति अस्ति, परन्तु कुत्र न स्वीकृतः इत्युक्ते स्व अवयपरम्परायां ये पदार्थाः सन्ति तेषाम् अवधिकत्वं पृथक्त्वे नास्ति इति स्वीकृतवन्तः. विभागस्थले तु तथा नास्ति खलु, विभागस्थले तु प्रत्ययवशात् एव भवति, इत्युक्ते हस्तपुस्तकविभागः इति अस्ति चेत् हस्तात् पुस्तकं विमुक्तम् इति यदा वदामः तत्र हस्तः इति अवधिः भवति, विपरीतरीत्या वदेम चेत् तर्हि पुस्तकम् इति अवधिः भवति, तत्र अवयवविषयः नास्ति खलु. इदानीं स्पष्टं वा? अहं स्पष्टं चिन्तयामि, अत्र अग्रे अहं पुनः शृणोमि, इत्युक्ते अहं वक्तुं न शक्नोमि परन्तु अहं अवगतमिति चिन्तयामि. अस्तु महोदय, चिन्ता नास्ति, तत्र पुनः एकवारं शृणोतु, प्रश्नः अस्ति चेत् निश्चयम् ई पत्रं प्रेषयतु अथवा आगामिकक्षायामपि किञ्चित् चर्चां कर्तुं शक्नुमः. अस्तु तर्हि रामप्रिया भगिनी, भवती पठति वा? तथा इदं पृथक्त्वमपि द्वितीयादिक्षणे जायमानं स्वाश्रयसम सम्यक् एव, क्षम्यता, मम दोषः. तथा इदं पृथक्त्वमपि द्वितीयादिक्षणे जायमानं स्व आश्रयसमवायीकारणपरम्परायां परमाणवन्तं यन् मूर्तं तदतिरिक्तावधिकमेव जायते इति स्वीकारात्. निखिलपदार्थघटिकभूतः यः स्व अवयवपरम्परायां विद्यमानः पदार्थः तद् अवधिकत्वं नास्ति स्वस्मिन् विद्यमानपृथक्त्वे, अतः न निखिल अवधिकत्वम् इति सङ्गच्छते. यदा निखिल अवधिकत्वं ब्रूमः तदा स्वं विहाय अन्यः भवति स्व अवयवपरम्परायां विद्यमानोऽपि अवयवः. यथा तद् अवधिकत्वं स्वस्मिन् विद्यमानपृथक्त्वे स्यात् तदा तत् पृथक्त्वं निखिल अवधिकं स्यात् किन्तु तन्नास्ति इत्युच्यते. अत्र तथा इदं पृथक्त्वमपि पूर्वस्मिन् वाक्यस्य तदा इति तत्र आरभ्य किल वक्ष्यमाणविभागस्य इति तस्मिन् वाक्यस्य किल भगिनि, तदा इदं न अग्रिमवाक्यं वस्तुतः भगिनि, तथा इदं पृथक्त्वमपि द्वितीय इत्युक्ते विभाग, इदानीं प्रथमं विभागः स्वीकृतः खलु, विभागः तत्र दृष्टान्तरीत्या स्वीकृत्य ते वदन्ति यदा वक्ष्यमाणविभागः इत्युक्ते अग्रेः विभागविषये वयं वदेम, सः विभागः द्रव्योत्पत्ति द्वितीयादिक्षणेषु जायमानस्यापि, इत्युक्ते द्रव्योत्पत्ति द्वितीयादिक्षणे जायमानः गुणः तस्मिन्नपि निखिलावधिकत्वं नास्ति, परन्तु स्वनाच्ये संयोगाश्रय अवधिकत्वमेव स्वीक्रियते, नियमेन स्वीकृत्य, इत्युक्ते तत्र यद्यपि तस्मिन् नियतावधिकत्वं नास्ति परन्तु यदा वयम् अवधिः इति स्वीकुर्मः तत्र नियमेन स्वीकुर्मः, इत्युक्ते अवधेः नियमः नास्ति इति न, अवधेः नियमः अस्ति, अवधेः सीमा अस्ति, निखिलावधिकत्वम् इति नास्ति, अवधेः सीमा अस्ति, विभागस्य स्थले अवधेः सीमा अस्ति, स्वनाश्य संयोगाश्रय अवधिकत्वम् इति सीमा अस्ति, तद्वत् पृथक्त्वस्थले स्वावयवपरम्परायां ये द्रव्याः क्षम्यतां ये पदार्थाः सन्ति तेषाम् अवधिः नास्ति इति तादृशनियमः सन्ति अस्ति. अस्तु, तर्हि प्रथमम् अस्ति वक्ष्यमानविभागस्य इति विभागस्य उल्लेखः कृतः. हा, उदाहरणरीत्या पश्यतु, विभागस्थले यदग्रे आगच्छति तत्रापि निखिलावधिकत्वं नास्ति, नियमेन एव अवधिः स्वीक्रियते. तथा हि इत्युक्ते तद्वत् इदं पृथक्त्वमपि, यत् पृथक्त्वम् इदानीं वयं पठेम, तदपि द्वितीयादिक्षणे जायमानम् इत्युक्ते तदपि पुनः द्वितीयादिक्षणे जायमानः तत्र स्व आश्रय समवायिकारणपरम्परायां परमाण्वन्तं यन्मूर्तं तद् अतिरिक्त अवधिकम् एव जायते. इत्युक्ते स्व आश्रयपरम्परायां परम्परायाम् इत्युक्ते तत्र आश्रयः यः अस्ति तदेव समवायिकारणं भवति खलु, तत्र गतस्य समवायिकारणं कपालः, कपालस्य समवायिकारणं कपालिका इति परमाणुपर्यन्तं पदार्थाः सन्ति तत् अतिरिक्त अवधिकम् इत्युक्ते तद्विहाय अन्यपदार्थाः ये सन्ति तेषाम् अवधिकत्वम् एव स्वीक्रियते इति. अवगच्छतु, स्वं विहाय इति वयं यदा वदामः तदेव केवलं स्वम् इति न खलु, स्वम् अपि च स्व आश्रयपरम्परायां, हा सत्यं, स्व अवयवपरम्परायां ये पदार्थाः सन्ति तदपि विहाय इति स्वीकार. निखिलपदार्थघटिकीभूतः यः स्व अवयवपरम्परायां विद्यमानः पदार्थः तद् अवधिकत्वं नास्ति स्वस्मिन् विद्यमानपृथक्त्वे. घटिकीभूतः घटकीभूतः इत्युक्ते निखिलपदार्थघटकीभूतः यः स्व अवयवपरम्परायां विद्यमानः पदार्थः इत्युक्ते यदा घटः अस्ति तत्र घटे यः स्व अवयवपरम्परायां विद्यमानः पदार्थः यः ये सन्ति इत्युक्ते कपालः, कपालिका, लघुकपालिका इति इत्यादीनि, तत्सर्वमपि निखिल पदार्थघटकीभूतः. निखिलपदार्थघटकीभूतः इत्युक्ते यत् तत्र अवयवपरम्परायां ये सन्ति तदपि तत्र भवति खलु, तद् विहाय यद् अस्ति तत् सर्वम् अत्र तस्य अवधिकत्वम् एव भवति इति तावदेव. तदवधिकत्वम् अस्ति स्वस्मिन् विद्यमानपृथक्त्वे. विद्यमानः पदार्थः अतः न निखिल अवधिकत्वम् इति सङ्गच्छते. अतः एतद् पृथक्त्वं निखिल अवधिकत्वम् इति विषये न गच्छति, तस्मिन् मार्गे न गच्छति. हा सत्यम्, इत्युक्ते सङ्गच्छते इत्युक्ते तत्र कथं वदामि, तत्र doesn't fit इति वदामः खलु तथा. एतत् घटकीभूतः इति किं पदं भगिनि, प्रथमवारं दृश्य. हा, घटकीभूतः इत्युक्ते तत्र तत्र प्रत्ययः कः इति सम्यक्तया न जानामि, परन्तु तत्र घटना इति वदामः खलु, तद्वत् घटक इति, तत्र घटक इत्युक्ते तत्र पार्ट् इति किमपि अस्ति, तर्हि निखिलपदार्थघटकीभूतः इत्युक्ते तत्र तस्मिन् अन्तर्भूतः इति. घटकीभूतः इति एकपदं वा घटकी इति एकः पदं? घटकीभूतः इति एव चिन्तयामि इति एव. पश्य यथा यदा निखिलावधिकत्वं ब्रूमः तदा स्वं विहाय अन्यः भवति स्व अवयवपरम्परायां विद्यमाने अपि अवयवः. यदा वयं निखिलावधिकत्वम् इति वदामः चेत् तत्र निखिलावधिकत्वम् इत्युक्ते स्वं विहाय अन्यः सर्वे इति, तत्र स्व अवयवपरम्परायां विद्यमानः अवयवः अपि अन्तर्भूतः इति. कुत्र अन्तर्भूतः? निखिलावधिकत्वे. हा सत्यम्, इत्युक्ते स्वं विहाय तत्र ये पदार्थाः सन्ति इत्युक्ते अवयवपरम्परायां भवतु वा न वा इति तत्र मुख्यत्वं नास्ति. स्वं विहाय यः कोऽपि पदार्थः भवतु तत् सर्वम् अस्मिन् अन्तर्भूतम् इति. यदा तदवधिकत्वं स्वस्मिन् विद्यमानपृथक्त्वे स्यात् तदा तत् पृथक्त्वं निखिल अवधिकं स्यात्. पृथक्त्वे यदा तदवधिकत्वं स्वस्मिन् विद्यमानपृथक्त्वे स्यात् यदा स्यात् तदा पृथक्त्वं निखिल अवधिकत्वं स्यात्. तत्र तद् इत्युक्ते कः प्रथमः? यदा तदवधिकत्वं तदवधिकत्वं स्वस्मिन् विद्यमानपृथक्त्वे तत्र तदवधिकत्वम् इति पदे तद् इत्युक्ते कः? यदा तदवधि तदा तत् पृथक्त्वम् अवधिकत्वं पृथक् हा इत्युक्ते अवयवः इति अस्ति खलु तद् अवयवः तर्हि अवयवः अवयव अवधिकत्वम् अपि अस्ति चेदेव तत्र तत्त्वे निखिलावधिकत्वम् अस्ति इति वयं वक्तुं शक्नुमः. परन्तु तद् नास्ति अवयवः अवयवस्य अवधिकत्वं खलु तदेव कपालावधिकत्व कपालावधिकपृथक्त्वं घटे अस्ति चेदेव घटे विद्यमानं पृथक्त्वं निखिलावधिकम् इति वक्तुं शक्नुमः. सत्यं? ओहोहो यदा भवति चेत् न भवति. आम् सत्यं. किन्तु तन्नास्ति तत्तु नास्ति अतः निखिलावधिकत्वं नास्ति पृथक्त्वे. सत्यं. अग्रे भगिनि. स्वं यस्मिन् देशे व्याप्तः. क्षम्यतां, प्रश्नः आसीत् वा? नास्ति भगिनि. स्वं यस्मिन् देशे व्याप्तः तावन्मात्र देश अवच्छेदेन व्याप्ताः ये स्व अवयवपरम्परायां विद्यमानाः मूर्ताः तदवधिकं पृथक्त्वं यस्मिन् नास्ति इति ब्रूमः. ते निखिलान्तर्गताः. यतोहि अस्मिन् वाक्ये अस्माभिः निखिलपदार्थस्य कः अर्थः उक्तः? स्व आश्रयं विहाय अन्यत् सर्वं तदन्तर्गतम्. इदानीं घटपृथक्त्वस्य निखिलावधिकत्वं किं स्यात् इत्युक्तौ स्व आश्रयः यः घटः तद्विहाय ये ये पदार्थाः तदवधिकत्वम्. इदं घटे विद्यमानपृथक्त्वस्य निखिलावधिकत्वं स्यात्. स्वं यस्मिन् देशे व्याप्तः तावन्मात्र देश अवच्छेदेन व्याप्ताः ये स्व अवयवपरम्परायां विद्यमानः मूर्तः. तदेव स्वम् इत्युक्ते अत्र यस्मिन् देशे व्याप्तः तावन्मात्र अवच्छेदेन व्याप्ताः इत्युक्ते यदा घटं कपालः इति स्वीकुर्मः चेत् कपालः घटः एकस्मिन् देशे एव व्याप्तः तावन्मात्र देश अवच्छेदेन व्याप्ताः ये स्व अवयवपरम्परायां विद्यमानाः मूर्ताः. अत्र तु एकदेशे एव स्तः कपालः घटः. व्याप्तः ये स्व अवयवपरम्परायां विद्यमानाः मूर्ताः. आम्, घटस्य अवयवपरम्परा अवयवः अस्ति कपालः, तस्मिन् विद्यमानः मूर्ताः इत्युक्ते घटः, तद् अवधिकं पृथक्त्वं यस्मिन् नास्ति इति ब्रूमः. आम्, तत्र तु घटकपालयोः मध्ये पृथक्त्वं अवधिकं पृथक्त्वं नास्ति इति वयं वदामः. ते निखिल अन्तर्गताः, ते तु निखिल निखिल निखिले निखिलः इति अन्तर्गतः इत्युक्ते तस्मिन् अस्ति इति किल. सत्यम् इत्युक्ते तदेव निखिलपदार्थघटकीभूतः निखिल निखिलः इति यदा वदामः चेत् तत् तस्मिन् तत्र अवयव तत्रे तत्र सः एव देशः, यः देशः अस्ति तदेव देशे यद्यत् व्याप्तमस्ति इत्युक्ते तत्र अवयवपरम्परायां ये पदार्थाः सन्ति तदपि निखिल निखिल इति पदेन तत्र तस्मिन् अन्तर्गतः खलु. यतोहि अस्मिन् वाक्ये अस्माभिः निखिलपदार्थस्य कः अर्थः उक्तः, तस् एकः तत्र प्रश्नः अस्ति निखिलपदार्थस्य कः अर्थः इति. तदेव स्व आश्रयं विहाय अन्यत् सर्वं, निखिलपदार्थम् इत्युक्ते स्व आश्रयं विहाय अन्यत् सर्वं, तद् अन्तर्गतं, तद् स्वाश्रयं विहाय अन्यत् सर्वम् अपि अवयवपरम्परा तदपि तस्मिन् अस्ति निखिलपदार्थः इत्युक्ते. यथा इदानीं घटपृथक्त्वस्य निखिल अवधिकत्वं किं स्यात् इति प्रश्ने सति स्व आश्रयः यः घटः, आम् घटस्य आश्रयः स्व आश्रयः घटः, तद्विहाय ये ये पदार्थः तत्तु घटपटपृथक्त्वस्य अवधिकत्वम्. हा, इति यदा भवति तदा एव निखिलावधिकत्वं स्यात् खलु. इत्युक्ते घटपटपृथक्त्वे स्वम् इति घटः यः अस्ति तद्विहाय अन्यत् सर्वावधिकत्वं भवति तस्मिन् विद्यमानं पृथक्त्वे अस्ति चेदेव तत्र निखिलावधिकत्वम् इति वक्तुं शक्नुमः. तत्र अग्रिमपरिच्छेदमपि भवत् पठतु भगिनि, तस्मात् तत्र समापयामः यतोहि तत्र एतदेव विषयः अस्ति. इदानीं किं पर्यवसितम् अत्र, स्व आश्रयः घटः, सः यस्मिन् देशे व्याप्तः तावन्मात्रदेशे व्याप्तः ये अवयवाः तद् अवधिकत्वं घटपृथक्त्वे नास्ति, अतः निखिलावधिकत्वं नास्ति. यदा निखिलावधिकत्वं नास्ति तदानीं पूर्वं तद्दोषता अवस्थ्यम् इति नास्ति, न निखिलावधिकत्वम् अपि तु स्व अवयव अतिरिक्ते, नाम स्वं यस्मिन् देशे व्याप्तः तावत् मात्रदेशे व्याप्तः यः स्व अवयवः स्व अवयवपरम्परायां विद्यमानं यद्यत् मूर्तं तद् भिन्नावधिकं पृथक्त्वमेव स्वस्मिन् भवति इति द्वितीयदोषस्य समाधानम्. अत्र घटकपालयोः परस्पर अवधिकपृथक्त्वं नास्ति इति अर्थः. घटे कपालावधिकपृथक्त्वं नास्ति, कपाले घटावधिकपृथक्त्वं नास्ति इत्यादिकं यदा आगतं तदा तयोः युतसिद्धत्वं नास्ति, युतसिद्धत्व अभावात् तयोः संयोगदोषस्यापि वारणं भवति. यदा स्व आश्रयघटः सः यस्मिन् देशे व्याप्तः तस्मिन् एव देशे तस्य अवयवः घटस्य अवयवः तद् अवधिकत्वं क्षम्यतां तस्मिन् एव देशे तस्य अवयवः अपि भवति तद् अवधिकत्वं घटपृथक्त्वे नास्ति. आम्, घटपृथक्त्वे कपालावधिकत्वं नास्ति, अतः निखिलावधिकत्वं नास्ति. आम्, अतः पृथक्त्वे निखिलावधिकत्वं नास्ति. यदा निखिलावधिकत्वं नास्ति त तदा पूर्वं तद्दोष अवस्थ्यम् इति नास्ति. यदा वयं पूर्वं उक्तवन्तः भूतालावधिकस्य कपालावधिकत्वस्यापि आवश्यकत्वात् इति, तद् दोषता अवस्थ्यम् इदानीं न भवति इति एव किल भगिनि? सत्यम् इत्युक्ते अत्र किल आं भगिनि हा हा वदतु अग्रे वदतु इति न निखिल अवधिकत्वम् अपि तु स्व अवयव अतिरिक्ते स्व अवयवम् अतिरिक्ते एव निखिलावधिकत्वं भवति. परन्तु क्षम्यतां स्व अवयव अतिरिक्ते अतिरिक्तः अतः न निखिलावधिकत्वम् अतिरिक्तः नाम स्वं यस्मिन् देशे व्याप्तः तावत् मात्रदेशे व्याप्तः यः स्व अवयवः स्व अवयवपरम्परायां विद्यमानं यद्यत् मूर्तं तद्भिन्न अवधिकं पृथक्त्वम् एव स्वस्मिन् भवति इति द्वितीयदोषस्य समाधानं. स्वं यस्मिन् देशे व्याप्तः इति तावत् मात्रदेशे व्याप्तः यः स्व अवयवः. यदा वयं घटम् इति स्वीकुर्मः चेत् घटः कपालः इति, घटः यस्मिन् देशे अस्ति तस्मिन् देशे एव तस्य यस्मिन् देशे कपालः अस्ति तस्मिन् देशे एव घटः अपि इति, स्व अवयवपरम्परायां विद्यमानं यद्यत् मूर्तं तद् भिन्न अवधिकं पृथक्त्वमेव स्वस्मिन् भवति इति द्वितीयदोषस्य समाधानम्. स्व अवयवपरम्परायां विद्यमानं यद्यत् मूर्तं तद् अवगतं तद् भिन्न अवधिकं पृथक्त्वम् एव. आम् अवधिकम् आम् यदा घटस्य घटकपालयोः मध्ये पृथक्त्वं न भवति, तत् भिन्न अवधिकं पृथक्त्वमेव स्वस्मिन् भवति इत्युक्ते घटभूतलयोः मध्ये. सत्यम् इत्युक्ते तत्र पृथक्त्वं न भवति परन्तु भूतलावधिकपृथक्त्वमेव भवति इति द्वितीयदोषस्य समाधानं भवति. अत्र घटकपालयोः परस्पर अवधिकपृथक्त्वं नास्ति इति अर्थः. आम् तदेव अर्थः. यदा घटकपालयोः मध्ये परस्पर अवधिकपृथक्त्वं न भवति इति, घटे कपाल अवधिकपृथक्त्वं नास्ति, कपाले घट अवधिकपृथक्त्वं नास्ति इत्यादिकं यदा आगतं तदा तयोः युतसिद्धत्वं नास्ति. यदा वयं कपालावधिकपृथक्त्वं घटे घट अवधिकपृथक्त्वं कपाले नास्ति इति सा किं वदामि तत्र तदा एव तदा तयोः मध्ये युतसिद्धत्वं नास्ति इति अपि आम् युतसिद्धत्व अभावात् तयोः संयोगदोषः अपि वारणं भवति, तस्य वारणमपि भवति. यथा युतसिद्धत्वं नास्ति तत्र संयोगः अपि नास्ति इति वयं वक्तुं शक्नुमः. इत्युक्ते तत्र यदा तत्र तथा परस्पर अवधिकपृथक्त्वं नास्ति चेत् तर्हि तत्र युतसिद्धत्वम् अपि नास्ति खलु? यथा युतसिद्धत्वं नास्ति युतसिद्धयोः पदार्थयोः मध्ये एव तत्र संयोगः इति वयं पूर्वं दृष्टवन्तः. तर्हि नास्ति चेत् तयोः मध्ये संयोगस्यापि सम्भावना नास्ति. तदेव वयं पृथगाश्रय आश्रितौ युतसिद्धत्वम् इति वयं तु तत् पूर्वमेव साधितवन्तः किल? सत्यं. तत् सर्वं इत्युक्ते प्रथमं पृथगाश्रय आश्रितौ इति उक्तवन्तः. तर्हि तद् उक्त्वा युतसिद्धत्वम् उक्त्वा वापतिः इति सर्वम् उक्त्वा तदनन्तरं पुनः यदा तिट्लावधि यदा तत्र पूर्वपक्षिणः वदति तत्र भवतु इति तर्हि तत्र तदेव ते वदन्ति तत्र इदानीं कपालावधि पृथक्त्वं भवति चेत् निवारणं कुर्मः यदा वयं निवारणं कुर्मः चेत् एतत् सर्वमपि तत्र यद्वयं पूर्वम् अङ्गीकृतवन्तः तद्वत् भवति इति सम्यक् आगामी एकक्षणं तिष्ठतु